अष्टादशखण्डः मनोब्रह्मीत्युपासीत इति अध्यात्ममत अधिदयुतम् आकाशौ ब्रह्मीत्युपायम् आदिष्टं भवति अध्यात्मं च अधिदैवतं च मनोमय ईश्वरोक्तः आकाशात्म इति च ब्रह्मणो गुणैकदेशत्वेन अथ इदानीं मनाकाशयोः समस्तब्रह्मदृष्टिविधानार्थः आरम्भः मनोब्रह्म इत्यादि मनः मनुतेनेन इत्यन्तःकरणं तद्ब्रह्म परमिति उपासीत इति एतदात्मविषयं दर्शनम् अध्यात्मम् अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः आकाशो ब्रह्म इत्युपासीत एवम् उभयम् अध्यात्मम् अधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति आकाशमनसोः सूक्ष्मत्वात् मनसा उपलभ्यत्वाच्च ब्रह्मणः योग्यं मनो ब्रह्मदृष्टिः आकाशश्च सर्वगतत्वात् सूक्ष्मात् उपाधिहीनत्वाच्च तदेत चतुष्पादब्रह्म वाक्पादः प्राणःपादः चक्षुःपादः श्रोत्रं पादः इति अध्यात्मम् अथ अधिदैवतम् अग्निःपादौ वायुःपादः आदित्यपादौ द्विजःपादः इति उभयमेव आदिष्टं भवति अध्यात्मं च इव अधिदैवतं च तदेत मनाख्यं चतुष्पाद्ब्रह्म चत्वारः पादाः अस्य इति कथं चतुष्पात्मं मनसो ब्रह्मणः इति अहं वाक्प्राणश्चक्षुश्रोत्रमित्येते पादाः इति अध्यात्मम् अथ अधिदैवतम् आकाशस्य ब्रह्मणो अग्निर्वायुरादित्यो दिशा इत्येते एवम् उभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैव अधिदैवतं च तत्र वागेव मनसो ब्रह्मणः चतुर्थपादः इतरपादत्रयापेक्षय वाचा हि पादेनैव गवादि वक्तव्यविषयं प्रति तिष्ठति अतो मनसः पादैव वाक् तथा प्राणो घ्राणः पादः तेनापि गन्धविषयं प्रति च क्रामति तदा चक्षुःपादः श्रोत्रपादः इत्ययम् अध्यात्मं चतुष्पात्मं मनसो ब्रह्मणः अथ अधिदैवतम् अग्निवायु आदित्यदिशः आकाशस्य ब्रह्मणः उदर इव गोः पाद इव लग्नाः उपलभ्यन्ते तेन तस्य आकाशस्य अग्न्यादयः पादाः उच्यन्ते एवम् उभयम् अध्यात्मं चैव अधिदैवतं च चतुष्पादादिष्टं भवति वागे ब्रह्मणः चतुत्पादः सुवग्ना ज्योतिष भाति च तपस्य भाति च तपति च कीर्त्या एषा ब्रह्मसेन एवं वेद तत्र वागेव मनसो ब्रह्मणश्चतुर्थपादः स्वग्निना अधिदैवतेन ज्योतिष भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति अथवा तैलघृतादि आग्नेयाशनेन युद्ध वाग्भाति च तपति च वदनाय उत्साहवती स्यादित्यर्थः विद्वत्फलं भाति च तपति च अकीर्त्या यशसा ब्रह्मवचसेन य एवं यथोक्तं वेद प्राण एव ब्रह्मण चतुत्पादः स वायुना ज्योतिष भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवचसेन एवं वेद चक्षुरेव ब्रह्मण चतुत्पादः स आदित्यं ज्योतिष भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवचसेन एवं वेद श्रोत्रमेव ब्रह्मण चतुत्पादः स दिग्भिः ज्योतिष भाति च तपति च भाति च तवति च कीर्त्याय स ब्रह्मसेन एवं वेद एवं वेद तदा प्राणय ब्रह्मणः चतुष्पादः स वायुना गन्धाय भाति च तवति च तदा चक्षुः आदित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दग्रहणाय विद्यापनं समानं सर्वत्र ब्रह्मसम्पत्तिः अदृष्टं फलं येयं वेद विरुक्तिः दर्शनसमाप्त्यर्थ इति अष्टादशखण्डभाष्यम् एकोनविंशखण्ड आदित्यो ब्रह्मणः पादः उक्त इति तस्मिन् सकलब्रह्मदृष्ट्यर्थमिदम् आरभ्यते आदित्यो ब्रह्म इत्यादेशः तस्य उपव्याख्यानम् असदेव इदमग्रहासि तत्सदासीत् तत्समभवतु तदाण्डं निरवत्त तत्सहस्रस्य मात्रामशयितं तन्निरविद्यत ते आण्डकपाले रजतं च सुवर्णं च अभवत् आदित्यो ब्रह्मीत्यादिशः उपदिशः तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् असत् अव्याकृतनामरूपम् इदं जग अशेषम् अग्रे प्रागवस्थायाम् उत्पत्तेः आसीन् न तु असदेव कथमसतः सज्जायेत इति असत्कार्यत्वस्य प्रतिषेधात् ननु इह असदेव इति विधानात् विकल्पस्य न क्रियासु इव वस्तुनि विकल्प अनुपत्तेः कथं तर्हि इदम् असदेव इति? न न अवोचन अव्याकृतनामरूपत्वात् असदिव असदिति. नानु एव शब्द अवधारणार्थः सत्यमेवं न तु सत्त्व अभावम् अवधारयति. किं तर्हि? व्याकृतनामरूप अभावम् अवधारयति. नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः. तच्च नामरूपव्याकरणम् अनित्यायत्वं प्रायशो जगतः. तदभावैः अन्धं तमैव इदं न प्रज्ञायत किञ्चन इत्यतः तत्स्तुतिपरे वाक्ये सदपि इदं प्रागुत्पत्तेः जगतु असदेव इति आदित्यं स्तौति ब्रह्मदृष्टि अर्हत्वाय. आदित्यनिं तो हि लोके सदिति व्यवहारः. यथा असदेव इदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजनि असति इति तद्वत्. न च सत्त्वम् असत्त्वं वा इह जगतः प्रतिपिपादेशितम् आदित्यो ब्रह्मेति आदेशपरत्वात्. उपसंहिष्यते अन्ते आदित्यं ब्रह्मेति उपास्थयति. तत् सदासि तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्थिमितम् अनिस्पन्दम् असदिव सत्कार्य अभिमुखम् ईषत् उपजातप्रवृत्ति सदासीत्. ततो लब्धपरिस्पन्दं तत्समभवतो अल्पतरनामरूपव्याकरणेन अङ्कुरीभूतमिव बीजं. ततोपि क्रमेण स्थूलीभवतो अद्भ्यः आण्डं समवर्तत संवृत्तम्. आण्डमिति दैर्घ्यं छान्दसं. तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रा परिमाणम् अभिन्नस्वरूपमेव अशयता स्थितं बभूव. तत्ततः संवत्सरपरिमाणात् कालात् ऊर्ध्वं निरभिद्यत निर्भिन्नं वयसामिव अण्डं. तस्य निर्भिन्नस्य अण्डस्य कपाले द्वे रजतं च सुवर्णञ्च अभवतां संवृत्ते. तद्यद्रजतकं सेयं पृथिवी यत्सुवर्णकं साद्यौः यज्जरायुते पर्वताय दुर्भगम् समेघो निहारो या धमनयः तानद्यों यद्वास्तेयम् उदकगं स समुद्रः. तत्तयोः कपालयोः यद्रजतं कपालमासीन् सेयं पृथिवी उपलक्षितम् अधो अण्डकपालमित्यर्थः. यत्सुवर्णं कपालं साद्यौः द्युलोक उपलक्षितं मूर्ध्वं कपालमित्यर्थः. यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीन् ते पर्वता बभूवुः. यदुल्बं सूक्ष्मं गर्भपरिवेष्टनं तत्सह मेघैः समेघः निहारो अवश्यायः बभूव इत्यर्थः. या गर्भस्य जातस्य देहे दमनीयः शिरः ता नद्यो बभूवुः. यत्तस्य वस्तौभवं वास्तीमुदकं स समुद्रः. अथ यत्तदजायतासो असवादित्यः तं जायमानं घोषा उलूलवो अनूदतिष्ठन् सर्वाणि च भूतानि सर्वे च कामः. तस्मात् तस्य उदयं प्रति प्रत्यायनं प्रति घोषाः उलूलवो अनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामः. अथ यत्तदजायत गर्भरूपं तस्मिन् अण्डे स असवादित्यः तम् आदित्यं जायमानं घोषः शब्द उलूलवः उरूरवो विस्तीर्णरवः उदतिष्ठन् उत्थितवन्तः ईश्वरस्य इव इह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामः काम्यन्ते इति विषयः स्त्रीवस्त्र अन्नादय. यस्मादादित्यजन्मनिमित्त भूतकामोत्पत्तिः तस्मादद्यत्वेऽपि तस्य आदित्यस्य उदयं प्रति प्रत्यायनं प्रति हस्तगमनं च प्रति अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्य इत्यर्थः. सर्वाणि च भूतानि सर्वे च कामा घोषाः उलूलवश्च अनुतिष्ठन्ति प्रसिद्धम् एत उदयादौ सवितुः. स एतमेव विद्वान् आदित्यं ब्रह्म इत्युपास्ति अभ्यासो हयदेनकं साधवो घोषः आचगच्छैहोपचनिम्रेडेरन्निम्रेडेरन्. स यः कश्चिन् एतमेवं यथोक्तमहिमानं विद्वान् सन् आदित्यं ब्रह्म इत्युपास्ति स तद्भावं प्रतिपद्यते इत्यर्थः किञ्च दृष्टं फलम् अभ्यास क्षिप्रं तद्विदः यदिति क्रियाविशेषणं एनम् एवंविधं साधवः शोभनाघोषः साधुत्वं घोषादीनां यदुपभोगे पाप अनुबन्ध अभावः आचगच्छेयुः आगच्छेयुश्च उप च निम्रेडेन उपनिम्रेडेनश्च न केवलम् आगमनमात्रं घोषाणाम् उपसुख येयुश्च उपसुखं च कुर्युः इत्यर्थः द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः आदरार्थश्च इति एकोनविंशखण्डभाष्यम् इति छान्दोग्य उपनिषद्भाष्ये तृतीयोऽध्यायः समाप्तः।